गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। तर्हि संस्कारः इति गुणः स्मृतेः जनकः अस्ति, स्वयं जन्यः अस्ति, ज्ञानेन जन्यः अस्ति, अपि च स्मृतिः ज्ञानं द्वयमपि तत्र अनुभवः इति अनुभवः स्मृतिः द्वयमपि ज्ञानम् इति एतत् सर्वम् अस्माभिः अधीतम्। अत्र गृहपाठाः आसन् तेषां विषये इदानीं चिन्तनं कुर्मः। प्रथमगृहपाठः आसीत् विग्रहवाक्यं लिखन्तु इति, तत्र समस्तपदद्वयं मया दत्तमस्ति, चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वम् अपि च संसारभिन्नजन्यत्वाभाववत्वम् इति। अस्तु, तर्हि श्रीराममहोदय भवान् आरब्धुमिच्छति वा? चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वम् इत्यस्य विग्रहः। अस्तु महोदय, अहं प्रयत्नं करोमि। तत्र चक्षुर्भिन्न जन्यप्रत्यक्षविषयत्वम् इत्यत्र अन्यम् इन्द्रियं चक्षुर्भिन्नम् इन्द्रियं सूचितमस्ति इति कृत्वा चक्षुषः भिन्नम् इति पञ्चमी तत्पुरुषम् अहं स्वीकृतवान्। तदा चक्षुषः भिन्नं, चक्षुर्भिन्नम्, तदनन्तरं चक्षुर्भिन्नम्। एकनिमिषम्, अत्र भिन्नम् इति उक्तवान् वा भिन्नः इति उक्तवान् वा? इन्द्रियम् इति स्वीकृतवान् इति चक्षुषः भिन्नम्, इन्द्रियस्य उत्तमं विशेषणं भिन्नं स्वीकृतं। सत्यं सत्यं, तर्हि भिन्नं चक्षुषः भिन्नं। तर्हि तत्र चक्षुषः इति पदस्य पञ्चमी विभक्तिः अस्ति खलु विग्रहवाक्ये, तत् केन सूत्रेण लब्धम् इति भवान् जानाति वा? प्रायः तोकान्तिकदूरात् वा भवतु, न जानाति चेत् त्यजतु, अन्ये वदन्ति। अस्तु, तर्हि चक्षुषः भिन्नं, चक्षुर्भिन्नम् इति पञ्चमी तत्पुरुष, सामान्यपञ्चमी तत्पुरुषसमासः। अस्तु, तदनन्तरं चक्षुर्भिन्नेन जन्यं, तत्र तृतीय तत्पुरुषः, तदा चक्षुर्भिन्नेन जन्यं चक्षुर्भिन्नजन्यम् इति भवति। अस्तु, अत्र जन्यं वदतु वदतु। तत्र जन्यम् इति प्रत्यक्षज्ञानस्य विशेषणं उत्तमं, प्रत्यक्षम् इत्यस्य विशेषणम्। आम्, अतः जन्यम् इति भवेत्। अत्र तृतीया, अत्र तृतीया चक्षुर्भिन्नेन जन्यमिति तृतीया प्रयुक्तं खलु, सूत्रं जानाति चेत् वदतु, नो चेत् कस्मिन् अर्थे इति अपि वदतु। इक्तप्रत्यये अस्ति चेत् तत्र तृतीयसमासः भवति, इक्तप्रत्ययं जन्यम् इति इक्तप्रत्ययम् अस्ति। जन्यमिति इक्तप्रत्ययं वा? नास्ति खलु, तप्रत्यये तकारः एव भवति, तत्र नपुंसकलिङ्गे अस्ति। हा भवतु, तेन किं, जन्यम् इत्यत्र तकारः कुत्र अस्ति? यत्र यत्र इक्तप्रत्ययस्य प्रयोगः भवति तत्र सर्वदा तकारः श्रूयते, केवलम् एकस्मिन् सन्दर्भे, अत्र भिन्न इत्यत्र तकारः न श्रूयते, नकारः श्रूयते, किन्तु दकारस्य स्थाने नकारः आदिष्टः अस्ति। जन्य इति जन्य इति तान्तप्रत्ययं नास्ति, गतः कृतः इति सर्वत्र तकारः श्रोतः, तप्रत्यये केवलं त इति अवशिष्यते खलु, तकारः अकारः। जन्यं जन्य इत्यत्र यकारः एव अस्ति, लुट्ट। अस्तु भवतु, किन्तु त्यजतु, किन्तु चक्षुर्भिन्नेन इत्यत्र तृतीया कस्यां विवक्षायां प्रयुक्तमस्ति, कर्त्रर्थे वा करणार्थे वा किम्, हेत्वर्थे वा? तत्र करणार्थे भवितुम् अतः सूत्रस्य अपेक्षा अस्ति, नो चेत् सूत्रं न वक्तव्यं। यदि क कस्मिन् अर्थे इदानीं प्रयोगं क्रियते इति न्यूनातिन्यूनं तद् वक्तव्यं सूत्रं न न जानीमः चेदपि भवतु अत्र चक्षुर्भिन्नेन जन्यम् इति करणार्थे खलु चक्षु अस्तु समीचीनं हा चक्षुर्भिन्नेन जन्यं चक्षुर्भिन्नजन्यं तदनन्तरं तदनन्तरं चक्षुर्भिन्नजन्यं प्रत्यक्षं प्रत्यक्षम् इति कर्मधारय तत्र कर्मधारयं चक्षुर्भिन्नजन्यं च असौ प्रत्यक्षं च तत् प्रत्यक्षं च चक्षुर्भिन्नजन्यप्रत्यक्षं हा तत्र सूत्रं कडाराकर्मधारे वा एकसूत्रमेव स्मरामि न न अतीव अस्तु अस्ति इति कृत्वा प्रायः तत् सूत्रं भवति इति अहं चिन्तितवान् अस्तु चक्षुर्भिन्नजन्यप्रत्यक्षस्य विषयः इति षष्ठी तत्पुरुषः चक्षुर्भिन्नप्रत्यक्षविषयः तत् तस्य धर्मः चक्षुर्भिन्ने एकनिमिषम् अत्र यदा समासः क्रियते तत्र विग्रहवाक्ये प्रथमा प्रथमा अन्या यत् पदमस्ति प्रथमाम् अन्यं यत् पदमस्ति तस्य कस्मिन् अर्थे इति वक्तव्यम् अत्र चक्षुर्भिन्नजन्यप्रत्यक्षस्य विषयः इति उक्तं खलु अत्र षष्ठी अस्ति षष्ठी तत्पुरुषः एव किन्तु कस्मिन् अर्थे षष्टिः प्रयुक्ता विषयः इति तत्र कर्त्रार्थे वा कर्त्रार्थे भवति चेत् कारकमपि अहं न जानामि महोदय समासकारकं न किमर्थम् अहम् एतद् वदामि इति चेत् यदि ज्ञानार्थमेव सम्यक् जानीमः तर्हि अर्थबोधः न जायते एवमेव वदामः तत्र ऊहामेव कुर्मः प्रत्यक्षस्य विषयः इति षष्ठी तत्पुरुषः इति तु सत्यं किन्तु कस्मिन् अर्थे अत्र षष्ठी प्रयुक्तः इति वक्तव्यम् अस्तु भवतु तर्हि तस्य भावः त्व इति खलु विषयत्वं हा चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वम् इति तस्य समासः अस्ति समीचीनं तर्हि इदानीं वर्षा भगिनी ससूत्रं प्रतिपादयति वा एतदेव हा महोदय प्रथमं चक्षुषः भिन्नः इति भिन्नम् इति पञ्चमी तत्पुरुषसमासः अस्ति तस्य पूर्वपदस्य पञ्चमी उपपदविभक्ति अन्य आरात् इतर ऋते दिक्शब्द अञ्चूतरपद आच आहि युक्ते इति सूत्रेण लब्धम् अपि च अत्र उपपदविभक्तिः कारकविभक्तिः नास्ति अत्र चक्षुषः भिन्नम् इति अत्र भिन्नम् इति पदेन सह उपपदत्वेन चक्षुः इति पदमस्ति इति कृत्वा अनया अनेन वार्तिकेन अत्र पञ्चमी लभ्यते उपपदविभक्तिः अस्ति एतत् कारकविभक्तिः नास्ति उत्तमं तदनन्तरं तदनन्तरं चक्षु भिन्नेन जन्यः इति तृतीयतत्पुरुषसमासः भवति जन्यः नास्ति खलु जन्यः इति किमर्थं पुल्लिङ्गे जन्यः विषयः जन्यं ज्ञानं हा सोरि महोदय जन्यं जन्यम् विशेषं विशेषणमस्ति खलु हा महोदय क्षम्यतां जन्यम् इति हा चक्षुर्भिन्नेन जन्यम् इति अत्र जन्यम् इति पदं कृदन्तः अस्ति यत् प्रत्ययस्य योजनेन लब्धम् अतः अत्र कृदन्तमस्ति अतः तस्य कर्तृकरणे कृता बहुलम् इति सूत्रेण कृतापरे करणार्थे अत्र चक्षुर्भिन्नेन इति तृतीयतत्पुरुषसमासः लब्धम् अत्र चक्षुर्भिन्नेन इति पदमपि करणार्थे हेतुवर्थे हेतुवाचकात् तृतीया इति सूत्रेण तृतीया विभक्ति प्राप्नोति तदनन्तरं प्रत्यक्षम् इति पदम् एकनिमिषं कर्तृकरणे कृता बहुलम् इति सूत्रेण वा समासविधायकसूत्रं तदेव अस्ति न किन्तु इदानीं विभक्तेः विषये वक्तव्यं खलु हा विभक्तेः विषयं तु हेतौ इति सूत्रेण चक्षुर्भिन्नस्य तृतीया तदनन्तरं कृत् परे अस्ति एकनिमिषम् अस्तु अत्र चक्षुर् कुत्र अस्ति एकनिमिषं चक्षुर्भिन्नेन जन्यः इति तत्र भिन्नेन इति तस्मिन् अर्थे तृतीया तदुक्तं वा भवत्या आम् हेतु अर्थे तृतीया हेतौ इति सूत्रेण किमर्थं हेतुः तदेव चिन्तितं करणार्थि वा हेतुवर्ति वा इति मृत्तिकया घटः इति अपि इति उदाहरणं स्वीकृत्वा तस्य परिशीलनं कुर्वन् अस्मि अपि अपि च अस्माभिः किम् अधीतम् अत्र हेतुः अपि च करणम् अनयोः मध्ये कः भेदः इति अधीतं खलु शिवराम महोदय किञ्चित् प्रतिपादयति वा न महोदय किन्तु अस्माभिः अधीतं खलु तत् प्रश्नः कः इति वक्तव्यं वा पुनः एकवारं प्रश्नः अत्र चक्षुर्भिन्नेन जन्यम् इति विग्रहवाक्यम् अत्र तृतीया अस्ति चक्षुर्भिन्नेन अस्मिन् अर्थे तृतीया हेत्वर्थे वा करणार्थे वा अत्र हेत्वार्थे भवति न करणार्थे न भवति किमर्थं करणार्थे भवति चक्षुर्भिन्नेन अत्र करणार्थे भवति किमर्थं यत्किमपि वदति अहं किमर्थम् इति पृच्छामि आमाम् आमां चक्षुर्भिन्न हेत् करणयोः मध्ये कः भेदः हेतौ इति सूत्रेण हेतोः अपि तृतीयविभक्तिः विधीयते कर्तृकरणयोस्तृतीया इति सूत्रेणापि करणस्य तृतीया विधीयते एव तर्हि यत्किमपि वदामः अत्र चक्षुर्भिन्नेन इति एव रूपं जायते किन्तु करणार्थे अत्र उक्तं वा हेत्वर्थे उक्तं वा सत्यभामा भगिनि किमर्थं तदेव वक्तव्यं भवती किं चिन्तयति इति भिन्नवार्ता किन्तु अत्र आधारः कः किमर्थं तादृशं चिन्तयति अत्र करणार्थे एकं वाक्यं वदतु यः कोऽपि वदतु करणार्थे तृतीया बाणेन हरति बाणेन ताडयति हा समीचीनं बाणेन इति किमर्थं तत्र करणम् इति स्वीकृतं न तु हेतु इति रामः बाणेन रावणं हन्ति इत्यत्र बाणेन इति पदं करणार्थे अस्ति न तु हेत्वर्थे साधनम् अस्ति ताडनक्रिया बाणक्रिया अपि अस्ति बाणे स्वयं क्रिया अस्ति इत्युक्ते स्वस्मिन् बाणे क्रिया अस्ति बाणम् अत्र स्थित्वा रावणः अन्यत्र यः यत्र अस्ति तस्य मारणं न करोति खलु स्वयं तर्हि करणे स्वयं क्रिया भवति किन्तु हेतौ तादृशं नास्ति क्रियावत् भवति करणं सर्वदा हेतुः तादृशं नास्ति इति भेदः तयोः मध्ये तर्हि अत्र चक्षुर्भिन्नेन इदानीं चक्षुर्भिन्नं यदिन्द्रियमस्ति तस्मिन् इन्द्रिये क्रिया जायते वा आं महोदय, क्रिया जायते तेन कारणेन एव प्रत्यक्षं भवति. चक्षुर्भिन्नेन इति उक्तम्. चक्षुषी क्रिया जायते, तेजसी अस्ति इति कृत्वा इतः चक्षुः साक्षात् तत्र गच्छति, घटं प्रति वा आकाशं प्रति वा यः कोऽपि वस्तु अस्ति, यं किमपि वस्तु अस्ति तं प्रति चक्षुः स्वयं गच्छति. किन्तु चक्षुर्भिन्नेन्द्रियाणि कानि? अत्र तु त्वगिन्द्रियम् इति स्वीकरणीयं. हा, तर्हि त्वगिन्द्रियक्रिया जायते वा? न, त्वगिन्द्रियम् अस्ति परन्तु ग्रहणक्रिया किं ग्रहणक्रिया इति वदामश्चेत् तद्दोषं वा? हा, ग्रहणक्रिया इति भिन्नः अस्ति. इत्युक्ते तादृशं पश्यामश्चेत् ज्ञानापि क्रिया एव इति खलु. ग्रहणम् इत्यनेन अत्र धातुः उपयुक्तः अस्ति तावदेव, किन्तु क्रिया इत्युक्ते इतः तत्र गन्तव्यमस्ति, क्रियया संयोगः जायते खलु. तर्हि इदानीं त्वगिन्द्रिये क्रिया न जायते. यदि यं किमपि वस्तु यत्किमपि वस्तु त्वचं स्पृशति, त्वचं प्रति आगच्छति, तदा एव तत्र स्पर्शः जायते खलु. तर्हि त्वचि क्रिया स्वयं न जायते इत्यतः प्रायः अत्र करणम् इति न वक्तव्यं, हेतुः इति एव वक्तव्यम्. अतः अत्र हेतौ इति सूत्रेण चक्षुर्भिन्नेन जन्यम् इति भवति. करणं सर्वदा क्रियावान् भवेत्, क्रियावत् भवेत् इत्येव अस्माभिः अधीतं खलु. अस्तु, तर्हि इदानीं हेतौ इति स्वीकुर्मः. यावत् मम स्मरणमस्ति तद् आधारीकृत्य अहं वदामि, पुनः एकवारं पश्यामि, अपि च वाट्साप् ग्रूप् मध्ये करणहेत्वोः मध्ये कः भेदः इत्यस्मिन् विषये अपि किञ्चित् प्रेषयिष्यामि. भवतु, अस्तु, तर्हि इदानीम् अग्रे वदतु भगिनी. चक्षुर्भिन्नेन जन्यं, चक्षुर्भिन्नजन्यम् इति आगतं, तदनन्तरं प्रत्यक्षमिति पदं, प्रत्यक्षमिति प्रतिगतम् अक्षि इति प्रादिबहुव्रीहि अस्ति, अत्र वास्तिकमस्ति. प्रादिभ्यो धातुजस्य उत्तरपदस्य लोपश्च वा बहुव्रीहि वक्तव्य इति, अनेन वार्तिकेन तद् बहुव्रीहि प्रत्यक्षम् इति अस्ति, तस्य अर्थमस्ति ज्ञानं. चक्षुर्भिन्नजन्यप्रत्यक्षम् इति, चक्षुर्भिन्नजन्यं च तत् प्रत्यक्षम् इति विशेषणपूर्वपदकर्मधारयः भवति, विशेषणं विशेषेण बहुलम् इति सूत्रेण एव. तदनन्तरं प्रत्यक्षस्य विषयः, चक्षुर्भिन्नजन्यप्रत्यक्षस्य विषयः इति षष्ठी तत्पुरुषसमासः अस्ति, षष्ठी इति सूत्रेण. अत्र विषयः इति कृदन्तमस्ति अच् प्रत्ययस्य योजनेन लब्धम्, एरच् इति सूत्रेण भवति. अतः उपपदस्य षष्टिविभक्ति भवति कर्तृकर्मणो कृति इति सूत्रेण. अतः चक्षुर्भिन्नजन्यस्य जन्यप्रत्यक्षस्य विषयः इति विग्रहवाक्यं लब्धं. तदनन्तरं षष्टितत्पुरुषसमासः. तदनन्तरं त्वप्रत्ययस्य योजनेन चक्षुर्भिन्नजन्यप्रत्यक्षविषयः योगः त्वप्रत्ययः भावार्थे भवति, चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वम् इति पदं लब्धम्. उत्तमम् इति अस्ति, इति अस्ति. अपि च अत्र भवत्या उक्तं वा कृदन्तं, तत्र कर्तृकरणे तत्र भवत्या उक्तं खलु, इत्युक्ते कर्तृकरणयोः स्थिति कर्तृकर्मणोः कृति, कर्तृकर्मणोः कृति, तत्र किमपि उक्तवती खलु भगिनी पूर्वम्, इदानीं नास्ति. कृति परे अस्ति, अतः चक्षुर्भिन्नेन जन्यं, न अत्रापि उक्तं महोदय, अत्र जन्यः इति कृदन्तपदम् इति उक्तं यत् प्रत्ययसंयोजनेन लब्धम् इति. अतः अत्र कृति परे अस्ति चेत् कर्तृकरणे कृता बहुलम् इति समाससूत्रं भवति अत्र. ओ, समासविधायकसूत्रम् अस्ति. आम्, कर्तृकरणे समासः भवति. सत्यम्. हा, उपपदविभक्ति तु हेतौ इति सूत्रेण एव भवति अत्र. अस्तु, अतः अत्र हेत् करणार्थे वा कर्तृर्थे वा, करणार्थे वा हेत्वर्थे वा भवेत्. यदि चक्षुर्भिन्नम् इन्द्रियं कर्ता वा कर्म वा भवति चेत् तत्र कर्तृकरणे कर्तृकर्मणोः कृति इत्यनेन षष्ठिः एव भवति, न तु तृतीया इति कृत्वा अत्र एतत् सर्वं यदा अस्माभिः उक्तं तत् समीचीनम्. अस्तु, बहु समीचीनं. तर्हि इदानीं धन्यवादः भगिनि. संस्कारभिन्नजन्यत्वाभाववत्वम् इत्यस्य शिवरां महोदय वदति वा? आं महोदय. संस्कारभिन्न संस्कारभिन्नजन्यत्वाभाववत्वम् इति समस्तपदस्य विग्रहवाक्यं वक्तव्यम्. पूटक्रमाङ्कः मेडं, मह्यम् अहं गृहपाठं प्रेषितवान् खलु. आमाम्. अस्तु, अत्र 129 पेज् मध्ये द्वितीयपङ्क्तिः तदेव, तत्र प्रकृते स्मृतिर्लक्षणे मात्रपदश्रवणात् संस्कारभिन्नजन्यत्वाभाववत्वे सति इति अस्ति खलु. 129 हा, तत्र संस्कारभिन्नजन्यत्वाभाववत्वं तस्मिन् अभाववत्वे, तर्हि तस्य विग्रहवाक्यं वक्तव्यम् इति प्रेषितं मया. अहं चिन्तयामि मेहुल् महोदयः विस्मृतवान् इति. इदानीम् अत्र समयस्य परिवर्तनं भवति खलु तेषाम्. अस्तु, भवान् वदतु तावत्. संस्कारभिन्न जन्यत्व अभावः इति न, संस्कारजन्यत्वम् इति. संस्कार भिन्नेन जन्यत्वम् इति भवति, किन्तु संस्कारभिन्न इति अपि समासं करणीयं न. प्रथमं वाक्ये पदद्वयं स्वीकरोतु. संस्कारेण भिन्नं भवति वा प्रथमं? नास्ति, भिन्नः इति चेत् इदानीं पूर्वमुक्तं खलु, चक्षुषः भिन्नं, चक्षुषः भिन्नः, चक्षुर्भिन्नम् इति नाम संस्कारात् भिन्नः इति भवति वा? पञ्चमी हा, संस्कारात् भिन्नः, संस्कारभिन्नः, वस्तुतः संस्कार वक्तव्यं, भिन्नं भिन्नः इति न वक्तव्यं, भिन्नम् इति वक्तव्यम्. आमां, संस्कारात् भिन्नः, भिन्नं, संस्कारभिन्न. अनन्तरं संस्कारभिन्नेन जन्यत्वम् इति भवति वा? संस्कारभिन्नजन्यत्व वा संस्कारभिन्नजन्य इति भवति? पुनः वदतु महोदय. इदानीं संस्कारात् भिन्नं, संस्कारभिन्नम् इति जातं, तदनन्तरम्? आम्, संस्कार भिन्नेन जन्य. हा, समीचीनं, संस्कारभिन्नेन जन्यम्. आम्, अनन्तरं संस्कारभिन्नजन्यं जन्यं, तदनन्तरं अभावात् अत्र योजनीय न अभाव. हा, सत्यं, त्व त्व प्रथमम् अभावः योजनीयः, तदनन्तरं त्व अभाव. न, अत्र अत्र अत्र संस्कार भिन्नजन्यत्वं भवति वा? संस्कारभिन्नेन जन्यत्वं, संस्कारभिन्नेन जन्यत्वं, संस्कारभिन्नजन्यत्वं, संस्कारभिन्नजन्यत्वस्य अभावः संस्कारभिन्नजन्यत्वाभावः अस्तु अत्र षष्ठी कस्मिन् अर्थे षष्ठी षष्ठी तत्पुरुषमस न कस्मिन् अर्थे षष्ठी सम्बन्धः भवति न अत्र सम्बन्धः भवति वा चिन्तयित्वा वदतु संस्कारभिन्नजन्यत्वस्य अभावः अभावः कृतप्रत्ययान्त तु नास्ति अभावः कर्ता भवितुमर्हति अत्र संस्कारभिन्नजन्यत्वस्य अभावः इति कर्तुकर्मणो कृति कर्ता भवति अत्र अत्र सम्बन्धः न वक्तव्यः आमां अत्र रामस्य पुस्तकम् इव संस्कारभिन्नजन्यत्वस्य अभावः इति चेत् इदानीम् अभावः तस्य भवति इति अस्ति तादृशं नास्ति किन्तु तस्यैव अभावः उक्तः अत्र अपि च किमर्थं कर्मार्थे न कर्तृर्थे इति भवता समीचीनतया उक्तं किन्तु कर्तृकर्मणो कृति इत्यनेन कर्मार्थे अपि षष्ठी लभ्यते किन्तु अत्र कर्म किमर्थं नास्ति संस्कारभिन्नजन्यत्व इति अत्र कर्तुं कर्म इति नास्ति न अत्र जन्यत्वमस्ति नाम तत्र कर्ता एव न किन्तु कथं वा निश्चितं कर्म नास्ति इति तु सत्यं किन्तु भवता कथं वा निश्चितं कर्म नास्ति कर्ता एव इति कथं वा निश्चितं स्वतन्त्रकर्ता न अत्र सः कर्ता अस्ति न तत्र किन्तु कर्ता अस्ति चेत् इदानीं किं करोति सः जन्यत्वमस्ति न संस्कारभिन्नजन्यत्वम् अस्ति न अत्र सः निर्माणं करोति नाम जननं करोति इति सः कर्ता अस्ति न न न इदानीं संस्कारभिन्नजन्यत्वम् इति सम्पूर्णसमस्तपदमेव कर्ता आमां कर्ता आम् हा तर्हि तत्र इत्युक्ते स्वस्य अभावं करोति इति अर्थः वा न संस्कारभिन्नजन्यत्व अभावः जन्यत्वस्य अभावः अत्र अभावः इत्यत्र कः धातुः भूधातुः अस्ति न अत्र हा भूधातुः अस्ति चेत् कीदृशधातुः सकर्मकः वा अकर्मकः वा भूधातु तत्र अकर्मकः अस्ति हा इति कृत्वा कर्म न भवितुमर्हति आमां भूधातु अकर्मकः अस्ति वस्तुतः अत्र संस्कारभिन्नजन्यत्वम् इति तत्र एकः एव आश्रयः अस्ति व्यापारस्य अपि च फलस्य इति कृत्वा तत्र कर्तारमेव वक्तव्यं यत्र एकः एव आश्रयः अस्ति द्वयोः तत्र कर्तुः कर्तृविवक्षायामेव वक्तव्यम् इति कृत्वा इदानीं कर्ता अस्ति कर्तृकर्मणो कृति इति सूत्रेण षष्ठी लब्धा न तु सम्बन्धषष्ठी अस्तु तदनन्तरं संस्कारजन्यत्वं जन्यत्व अभावः तावत् प्राप्तं तदनन्तरम् अभाववत् इति अस्ति अग्रिमपि करणीयं वा संस्कारभिन्नजन्यत्व अभावः संस्कारजन्यत्वं न इदानीं सम्पूर्णं न उक्तं संस्कारभिन्नजन्यत्व अभाववत्त्वम् इति अस्ति इतोपि किञ्चित् अस्ति वत्त्वम् इति अस्ति तद्वदतु वत् इत्युक्ते किं संस्कारभिन्नजन्यत्व अभाववत् क्षम्यताम् अग्रे मम पुरतः एकविषयं अहं पुस्तके पश्यन् अस्मि हा तत्र पठतु प्रकृते स्मृतिलक्षणे प्रकृते स्मृतिलक्षणे मातृपदश्रवणात् संस्कारभिन्नजन्यत्व अभाववत्त्वे सति संस्कारभिन्नजन्यत्व अभाववत्त्व अत्र मतुप् प्रत्ययः अस्ति न समीचीनं संस्कारभिन्नजन्यत्व अभाव योगः मतुप् मतुप् तत्र वृत्तिः तत्र विग्रहवाक्यं कृत् वृत्ते तत्र तद्धितवृत्तेः विग्रहवाक्यं वक्तुं प्रयत्नं करोति वा संस्कारभिन्नजन्यत्व सुप्रत्ययेन तत्र लोपः तत्र भवति तद्धितप्रत्यये संस्कारभिन्नजन्यत्व अभाव योगमतुपेव भवति अत्र सुप्रत्ययः प्रयुक्तं यस्मिन् गुण अस्ति तत् तेन अर्थेन वा अस्मिन् इत्यस्मिन् अर्थे अधिकरणमस्ति अधिकरणं संस्कारभिन्नजन्यत्व अभावः यत्र अस्ति अस्मिन् अस्ति इति कृत्वा यत्र अस्ति तत् सूचितमस्ति अभाववत् तत् सूचि आम् अस्य अस्मिन् वा मतुप् इति सूत्रेण अस्तु तर्हि तदनन्तरं त्वं तस्य भावः संस्कारभिन्नजन्यत्व अभाववत्त्वम् इति जातम् उत्तमं महोदय धन्यवादः अस्तु इति अत्र श्रीराम महोदय तर्हि इत्युक्ते अत्र भवतु सूत्रं न जानाति चेदपि कस्मिन् अर्थे विभक्तिः प्राप्तः इति वक्तव्यं प्राप्ता इति वक्तव्यम् अत्र सम्बन्धार्थे षष्ठी वा कृदन्तमस्ति परे इति कृत्वा षष्ठी वा उपपदमस्ति इति कृत्वा षष्ठी वा इति तादृशं तत्र सर्वत्र षष्ठी तत्पुरुषसमासः एव भवति किन्तु केन कारणेन विग्रहवाक्ये एकस्य पदस्य एका विभक्तिः लब्धा इति चिन्तनीयम् तदा एव समीचीनबोधः जायते इति तादृशशैल्याम् अस्माभिः अधीतम् अस्माकं प्रातःकालवर्गे तत्र अष्टाध्यायी प्रवेशः इति चालयन् अस्मि खलु तत्र समीचीनं महोदय समीचीनम् इति चिन्तयामश्चेत् समीचीनबोधः जायते अस्तु तर्हि इदानीं प्रथम गृहपाठः कृतः अहं प्रेषयिष्यामि महोदय अस्तु तदनन्तरम् इदानीं द्वितीयगृहपाठः इन्द्रियाणां लक्षणवाक्यं लिखन्तु दलसार्थक्यं च कुर्वन्तु इति तत्र मेहुल् महोदय प्रथम इन्द्रियं यत्किमपि स्वीकृत्य भवता किं लिखितमिति प्रतिपादयति वा षड् इन्द्रियाणि सन्ति आहत्य तत्र प्रथमं वदतु भवान् यत्किमपि अस्तु प्रथमं तु चक्षुर्मात्रग्राह्यो गुणो रूपम् इति लक्षणवाक्यमासीत् अस्ति तत्र लक्षणवाक्यं रूपस्य लक्षणवाक्यं किन्तु मम गृहपाठः कः आमाम् इन्द्रियाणां लक्षणवाक्यं लिखन्तु इन्द्रियाणां लक्षणवाक्यं तद् अहं न कृतम् अहं रूपस्य इन्द्रिय उपयुज्य रूपस्य इति मया दृष्टम् अतः एव मया उक्तं वर्गे चिन्तयामः इति आम् आम् आम् आम् अत्र इन्द्रियाणां लक्षणवाक्यं लिखन्तु इति आमां तत्तु तत् वयं कृतं वा पूर्वे इन्द्रियाणां लक्षणवाक्यम् इति अत्र गते वर्गे एकं वाक्यं पठितं खलु इत्थमेव गन्धमात्रग्राहकं घ्राणेन्द्रियम् गन्धमात्रग्राहकं घ्राणेन्द्रियम् इति तद्वाक्यं लक्षणत्वेन घ्राणेन्द्रियस्य लक्षणत्वेन स्वीकृत्य अत्र किञ्चित् चिन्तितम् अस्तु अस्तु तर्हि तद् आधारीकृत्य भवतु तर्हि भवता न कृतं चेत् अन्यः कोऽपि वदतु इदानीं येन कृतम् सत्यभामा भगिनी कृतवती वा मया न कृतं महोदय. अस्तु भवतु, अन्येन येन केनापि कृतं वा महोदय? हा श्रीराममहोदय वदतु. अत्र प्रथमं गन्धमात्रग्राहकं ग्राणीन्द्रियम् इति अहं स्वीकृतवान्. तर्हि इदानीं ग्राणेन्द्रियस्य लक्षणं वदन्नस्ति. अस्तु सत्यं, गन्धमात्रम् इत्यत्र तत्र प्रथमं गन्धग्राहकम् इति स्वीकुर्मः. गन्धग्राहकं ग्राणेन्द्रियं, ग्राणेन्द्रियेण गन्धम् इति गन्धः इति गुणः गृह्यते. अनन्तरं गन्धमात्रम् इत्यत्र तत्र गन्ध भिन्नगुणानाम् अग्राह्यत्वं ग्राणेन्द्रियस्य. तर्हि लक्षणवाक्यम् इदानीं लक्षणवाक्यं किं? गन्धमात्रग्राहकं ग्राणेन्द्रियम् इति लक्षणवाक्यं खलु? सत्यं. तत्र कति दलानि सन्ति? दलद्वयम् अस्ति महोदय. दलद्वयं वदतु. तत्र सतिसप्तमी उपयुज्य वदतु. अस्तु, गन्धप्रत्यक्षजनकत्वे सति गन्धभिन्नप्रत्यक्षजनकत्वाभाववत्वं घ्राणेन्द्रस्य लक्षणम्. समीचीनम्. गन्धप्रत्यक्षजनकत्वे सति गन्धभिन्नप्रत्यक्षजनकत्व अभाववत्वम्. उत्तमं. तर्हि इदानीं दलसार्थक्यं करोतु. इदानीं तत्र केवलं तत्र ग्राहकम् इन्द्रियम् इति स्वीकुर्मश्चेत् तत्र चक्षुरादि दलसार्थक्यम् इत्युक्ते एकं दलं स्वीकर्तव्यम् अन्यत् दलं त्यक्तव्यम्. तत्र किं दलं स्वीकरोति? एकं गन्धप्रत्यक्षजनकत्वम् इति स्वीकुर्मः. तथा गन्धभिन्नप्रत्यक्ष जनकत्व अभावं न भवति. न भवति चेत् दोषः भवति वा यत्र कुत्रापि? अतिव्याप्तिः वा अव्याप्तिः वा असम्भवः भवति वा? भवति चेत् कुत्र इति वक्तव्यम्. अस्तु, गन्धभिन्नप्रत्यक्षजनकत्व अभावः न भवति चेत् गन्धः तत्र गन्धेन द्रव्यं न गृह्यते. गन्धेन द्रव्यं न गृह्यते इत्युक्ते किं? ग्राणेन्द्रियेण. ग्राणेन्द्रियेण गन्धं न गृह्यते. ग्राणेन्द्रियेण गन्धमेव गृह्यते, द्रव्यं न गृह्यते. द्रव्यं सत्यं, द्रव्यं न गृह्यते. गन्धं प्रत्यक्षं जनकत्वं कलगनाद्यं न चिन्तितवान्, तत्रैव प्रश्नः अस्ति इदानीं. तत्र एकं वदतु महोदय. अहं मन्ये तत्र गन्धग्राहकं घ्राणेन्द्रियम् इति अपि अस्ति चेत् समीचीनं. किमर्थम् इत्युक्ते घ्राणेन्द्रियेण केवलं गन्धस्य एव ग्रहणं भवति, अन्यत् किमपि न ग्रहीतुं शक्नोति. अतः मातृभेदस्य तत्र आवश्यकता नास्ति इति मम चिन्तनं. तत्र गन्धवत्वम् इति अस्ति धर्मं, तदपि गृह्यते. किं गन्धवत्वम् इति धर्मः, तदपि गृह्यते तन्निवारणाय. गन्धवत्वम् इति धर्मः गृह्यते वा? गन्धवत्वम् इति धर्मः वा? जाति सम्यक्. गन्धवत्वम् इति जातिः अस्ति वा? गन्धत्वं, गन्धत्वम् इति भवति. गन्धवत्वम् अन्यत्र भवति, द्रव्ये भवति गन्धवत्वं, गन्धत्वम् एव गन्धे भवति खलु? गन्धत्वं हा इति अस्ति. तर्हि गन्धग्राहकम् इत्युक्ते गन्धप्रत्यक्षजनकत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् तत्र गन्धत्वे जातौ अतिव्याप्तिः भवति. इदानीं गन्धभिन्नप्रत्यक्षजनकत्वाभावत्वम् एव स्वीकुर्मश्चेत् एकनिमिषम् अत्र इतोपि किञ्चित् चिन्तनीयमस्ति. पुनः एकवारं वदतु, ममापि किञ्चित् भ्रमः जातः इदानीम्. अस्तु, एकवारं वदतु. तत्र दलद्वयम् अस्ति, गन्धप्रत्यक्षजनकत्वे सति गन्धभिन्नप्रत्यक्षजनकत्व अभाववत्वम् इति अस्ति. अस्तु, तर्हि अत्र न अत्र इदानीं द्वितीयदलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति? तत्र गन्धप्रत्यक्षजनकत्वं केवलम् अस्ति चेत् गन्धप्रत्यक्षजनकत्वम् एव अस्ति. पुनः वस्तुतः अत्र जातेः जातौ अतिव्याप्तिः न वक्तव्यम्. नास्ति नास्ति नास्ति खलु, मेहुल् महोदय भवतः चिन्तनं समीचीनं, तर्हि पुनः एकवारं वदतु. अहं मन्ये गन्धग्राहकं घ्राणेन्द्रियम् इति एव पर्याप्तमस्ति. तत्र मात्रशब्दस्य आवश्यकता अत्र नास्ति. किमर्थम् इत्युक्ते केवलं गन्धस्य एव ग्रहणं घ्राणेन्द्रियेण भवति. किन्तु तत्र किञ्चित् परिष्कारं करणीयं. गन्धं घ्राणेन्द्रिये घ्राणेन्द्रियेण एव गृह्यते इति न. वस्तुतः गन्धः अन्येन येन केनापि इन्द्रियेण न गृह्यते इति कृत्वा. ओ अस्तु, हा सम्यक् इति अस्ति. केवलं घ्राणे किञ्चित् यदि गन्धं घ्राणेन्द्रियेण गृह्यते इति वदति चेत् गन्धत्वमपि घ्राणेन्द्रियेण गृह्यते. आं सत्यं. किन्तु गन्धः इति गुणः अन्येन येन केनापि इन्द्रियेण न गृह्यते इत्यतः गन्धग्राहकं घ्राणेन्द्रियम् इति वदामश्चेत् इदानीं गन्धभिन्नेन्द्रिय अग्राहकत्वम् इति द्वितीयदलं स्वीकुर्मः. प्रत्यक्षमिति एतत् सर्वं त्यजामः. अत्र किञ्चित् लघ्वीकृत्वा गन्धग्राहकत्वे सति गन्धभिन्नेन्द्रिय अग्राहकत्वम् इति घ्राणेन्द्रियस्य लक्षणं वदामश्चेत् गन्धभिन्नेन्द्रियेण गन्धः न गृह्यते एव खलु. तर्हि तद्दलं त्यजामश्चेदपि अन्यत्र यत्र कुत्रापि अतिव्याप्तिः न भवति. तर्हि मात्रा इति पदम् अत्र आवश्यकम् एव नास्ति. गन्धग्राहकं घ्राणेन्द्रियम् इति वदामश्चेत् पर्याप्तम्. द्वितीयदलं त्यक्तुं शक्यते. महोदय, तत्र जाति न गृह्यते वा? न गृह्यते, किन्तु अस्माकं लक्ष्यं किं? घ्राणेन्द्रियम् इत्युक्ते किं? गन्धं स्वीकृत्य गन्धं लक्षणत्वेन स्वीकृत्य घ्राणेन्द्रियस्य परिचयं दद्मः. इदानीं प्रश्नः अस्ति, गन्धः अन्येन येन केनापि इन्द्रियेण गृह्यते वा इति. यदि न गृह्यते तर्हि एकं दलं पर्याप्तम्. गन्धभिन्नप्रत्यक्षजनकत्वम् एकनिमिषं श्रीराम महोदय. चिन्तयन् अस्मि महोदय तत् विषये. इत्युक्ते इदानीं अस्माकं लक्ष्यं तु घ्राणेन्द्रियं, तदेव अत्र. हा, लक्ष्यं घ्राणेन्द्रियं, लक्षणं केवलं घ्राणेन्द्रिये पतति वा इति द्रष्टव्यम्. भवतु, इदानीं गन्धत्वम् अपि घ्राणेन्द्रियेण गृह्यते, तर्हि गन्धत्वं स्वीकृत्यापि घ्राणेन्द्रियस्य लक्षणं वक्तुं शक्यते. किन्तु यानि लक्षणानि सन्ति तानि सर्वाणि वक्तव्यानि इति नियमः नास्ति. एकं लक्षणं स्वीकृत्य वदामश्चेत् पर्याप्तं. तत्र तस्मिन् लक्षणे अतिव्याप्तिः वा अव्याप्तिः वा असम्भवः न भवेत्. तावदेव. हा बुद्धं महोदय. तर्हि यदि यदि एकम् इन्द्रियं द्वे ग्राह्यतुं शक्यते तर्हि एकं वक्तुम् इच्छामि चेत् तत् पर्याप्तं. सत्यम् एकेनापि वक्तुं शक्यते एकेनापि, किन्तु तादृशलक्षणं स्वीकर्तव्यं यत् अन्येन न ग्रहीतुं शक्यते तावदेव. अस्तु इतोपि चिन्तयामः. तर्हि एकं दलं स्वीकुर्मश्चेत् पर्याप्तं, गन्धग्राहकं घ्राणेन्द्रियं. तर्हि अत्र गन्धमात्रग्राहकम् इति अस्मिन् पाठे किमर्थम् उक्तम् इति चेत् गन्धभिन्नेन्द्रिय अग्राह्यत्वम् अपि घ्राणेन्द्रिये अस्ति इति तु सत्यं, किन्तु तद् न वक्तव्यं लक्षणत्वेन न वक्तव्यं. तत्तु अस्ति, वदामश्चेत् क्लेशः नास्ति, किन्तु वक्तव्यम् इति नियमः नास्ति. गन्धग्राहकं घ्राणेन्द्रियम् अस्तु. तर्हि इदानीं रूपस्य विषये किञ्चित् चिन्तयामः, क्षम्यतां चक्षुविषये चिन्तयामः. रमेश् महोदय भवानेव वदतु, चक्षुरिन्द्रियस्य लक्षणं किं भवितुमर्हति? रूपग्राहकः चक्षुः. ग्राहकं चक्षुः इति नपुंसकलिङ्गमस्ति खलु, ग्राहकं चक्षुः. हा अस्तु, रूपग्राहकं चक्षुः इति वदामश्चेत् पर्याप्तं भवति. अस्तु इदानीं चक्षुषा किं किं गृह्यते? रूपं गृह्यते, संख्या अपि गृह्यते, संख्या गृह्यते, रूपस्य आधारीभूतद्रव्यमपि गृह्यते खलु, द्रव्यमपि गृह्यते. अस्तु तर्हि इदानीं सम्भावनात्रयं भवता उक्तं, रूपं घटः अपि च संख्या त्रयमपि चक्षुषा गृह्यते इति सत्यं. तर्हि इदानीं अत्र घटं स्वीकृत्य लक्षणं कुर्मश्चेत् घटग्राहकं चक्षुः इति वदामश्चेत् समीचीनं वा? न महोदय, त्वकपि ग्राह त्वगिन्द्रियमपि अस्ति तत्र, अतिव्याप्तिः भवति. उत्तमं, तर्हि त्वचि अतिव्याप्तिः भवति. घटग्राहकं चक्षुः इति वदामश्चेत् लक्षणवाक्यत्वेन वदामश्चेत् तत्र अतिव्याप्तिः भवति त्वचि. किन्तु गन्धग्राहकं नो चेत् रूपत्वग्राहकं चक्षुः इति वदामश्चेत् अतिव्याप्तिः भवति वा? न. हा तर्हि चक्षुषा रूपं गृह्यते, रूपत्वमपि गृह्यते, किन्तु रूपत्वम् इदानीम् अन्येन येन केनापि इन्द्रियेण न गृह्यते, रूपमपि अन्येन येन केनापि इन्द्रियेण न गृह्यते इति कृत्वा तयोः एकं स्वीकृत्य यत् यं कमपि, यदि इतोपि चक्षुषा ग्राह्यपदार्थाः सन्ति चेत्, किन्तु चक्षुषा एव ग्राह्यपदार्थाः ते सन्ति चेत् तेषु यं कमपि स्वीकृत्य अत्र लक्षणत्वेन वक्तुं शक्यते, पर्याप्तं भवति तत्. तर्हि रूपग्राहकं चक्षुः इति वदामश्चेत् अत्र मात्रपदं न योजनीयमेव. किमर्थं? रूपं चक्षुषा एव गृह्यते, अन्येन इन्द्रियेण न गृह्यते इत्यतः अतिव्याप्तिः यत्र कुत्रापि न भवति इति कृत्वा रूपग्राहकं चक्षुरिन्द्रियम्. अस्तु एवम् अन्यानाम् इन्द्रियाणां लक्षणवाक्यं वदन्तु. इदानीं त्वक् इति वदतु. मेहुल् महोदय भवानेव रचयतु. आम् आम्, स्पर्शग्राहकं त्वक् इति. हा समीचीनं, स्पर्श इति स्वीकर्तव्यं, स्पर्शः तु केवलं त्वगिन्द्रियेणैव गृह्यते इति कृत्वा. उत्तमं, तदनन्तरम् इदानीं त्रीणि इन्द्रियाणि समापितानि. श्रोत्रेन्द्रियं शब्दग्राहकं समीचीनं, शब्दग्राहकं श्रोत्रेन्द्रियं. तदनन्तरं रसनेन्द्रियं, रसनेन्द्रियम् इति रसग्राहकं रसनेन्द्रियं. हा समीचीनं, रसग्राहकं रसनेन्द्रियं, केवलं रसनेन्द्रियेण एव रसः गृह्यते, अन्येन इन्द्रियेण न इत्यतः. अपि च मनः, मनः इदानीं लक्षणवाक्यं. मनः किं गृह्यते? मनसा किं गृह्यते? मनसा अत्र सुख दुःख सर्वत्र अस्ति खलु, ज्ञानमपि संस्कारः अस्ति, तर्हि सुखग्राहकं मनः मनः इति कर्तुं शक्नोति वा? सुख समीचीनं, तत्र षड् गुणाः गृह्यन्ते मनसा, किन्तु तेषु यत्किमपि, किन्तु किमर्थम् इत्युक्ते षड्गुणः केवलं मनसा एव गृह्यते खलु, एकं सुखग्राहकं मनः इति वदामश्चेत् पर्याप्तम्, अतिव्याप्तिः अत्र कुत्रापि न भवति. सुखग्राहकं मनः इति वदनेन, लक्षणवाक्यत्वेन वदनेन दुःखस्य ग्राहकं न इति नास्ति खलु? नास्ति, हा हा, तदेव तदेव भ्रमः अस्ति. इत्यतः मया एतद् एषः गृहपाठः दत्तः. लक्षणवाक्यं, लक्षणवाक्ये अतिव्याप्तिः वा अव्याप्तिः वा न भवेत्. अस्तु, इदानीं चिन्तयामः, इदानीं सुखग्राहकं मनः इति वदामश्चेत् अतिव्याप्तिः अव्याप्तिः अत्र कुत्रापि भवति वा? महोदय भवति इति अहं चिन्तयामि. हा चिन्तयतु. दुःखग्राहकम् अपि भवेत् तत्, तर्हि दुःखस्य नास्ति वा तत्? हा, तर्हि दुःखे अव्याप्तिः भवति खलु. सुखग्राहकं मनः इति वदामश्चेत् दुःखे अव्याप्तिः भवति, यत्र कुत्रापि अतिव्याप्तिः न भवति. सत्यं सत्यं. न, एकनिमिषम्, अत्र अतिव्याप्तिः अपि भवति वा? सुखग्राहकं मनः इति वदामश्चेत् अतिव्याप्तिः भवति वा? आत्मा मनसा गृह्यते खलु? आत्मा मनसा गृह्यते. तर्हि यदि, किन्तु सुखग्राहकम् इति उक्तं खलु, सुखम् इति उक्तत्वात् सुखग्राहकं मनः इति चिन्तयामश्चेत् इति लक्षणवाक्यत्वेन स्वीकुर्मश्चेत् आत्मनि कथं वा अतिव्याप्तिः भवति? न भवति. किन्तु दुःखे अतिव्याप्तिः भवति, अव्याप्तिः भवति. किन्तु लक्षणवाक्यस्य, इदानीं लक्षणवाक्यस्य कार्यं किं, परिचयं खलु, किं मा किं मनः इति प्रश्नस्य उत्तरं सुखग्राहकं मनः इति वदामश्चेत् तत्र क्लेशः नास्ति, अतिव्याप्तिः दुःखे न भवति. क्षम्यताम्, अव्याप्तिः दुःखे न भवति. मनः इत्युक्ते किम् इति कोऽपि पृच्छति, तस्य लक्षणं वक्तव्यम्. सुखग्राहकं मनः इति वदामश्चेत् यदि सुखम् अन्येन येन केनापि इन्द्रियेण गृह्यते तर्हि तत्र अतिव्याप्तिः भवति. यदि सुखमात्रग्राहकम् इति वदामश्चेत् तत्र दुःखे अव्याप्तिः भवति. इदानीं मात्रपदं त्यक्तं खलु, सुखमेव गृह्यते. वस्तुतः अत्र मात्रपदं योजयामश्चेत् सुखमात्रग्राहकं मनः इति वदामश्चेत् एव दुःखे अव्याप्तिः भवति, केवलं सुखस्य ग्रहणं मनः न करोति इति. तर्हि वस्तुतः मात्रपदं योजयामश्चेत् क्लेशः भवति, किन्तु त्यजामश्चेत् क्लेशः न भवति. समीचीनं वा रमेश महोदय? महोदय, लक्षणवाक्यं सम्पूर्णं न अस्ति किल महोदय अत्र? किमर्थं सम्पूर्णं न? यदि दुःखम् अस्ति चेत् दुःखस्य ग्रहणं कः करोति? किन्तु भवत्याः प्रश्नः कः? भवत्याः लक्षणवाक्ये यत्किमपि तद् यत् सुखं ग्रह्यते तत् मनः इति उक्तं, परन्तु यद् दुःखं ग्रह्यते तत् किम् इति न उक्तं भवतु, किन्तु लक्षण अतः एव अहं पृच्छन्नस्मि, लक्षणवाक्यस्य कार्यं किम्, लक्षणवाक्यं किं साधयति, लक्ष्यस्य परिचयं ददाति खलु, लक्ष्यस्य सम्पूर्णपरिचयं न ददामि चेत् तत् दोषः नास्ति, अत्र लक्षणवाक्ये अतिव्याप्तिः अव्याप्तिः असम्भवः इति दोषत्रयमेव भवेत् न भवेत् वस्तुतः, अहं प्रदर्शयिष्यामि अस्तु, इदानीं सर्वैः न जानन्ति न ज्ञायते, रमेश् महोदय एव वर्षा भगिन्याः पतिः अस्ति, अस्तु तस्माद् उपरि इदानीं रमेश् महोदयः प्रायः तस्य पितुः एकः एव पुत्रः इति भवतु, रमेश् महोदयस्य पितुः एकः एव पुत्रः अस्ति इति चिन्तयतु, तर्हि इदानीं रमेश् महोदय कः इति कोऽपि पृच्छति, तर्हि वर्षा भगिन्याः पतिः इति तावद् वदामश्चेत् अत्र अतिव्याप्तिः अन्यत्र यत्र कुत्रापि न भवति, किमर्थम् इति रमेश् महोदय केवलं वर्षा भगिन्याः पतिः, अव्याप्तिः अपि न भवति इत्युक्ते सर्वदा सः पतिः एव, यदा सर्वदा सः पतिः न तदा अव्याप्तिः भवति, किन्तु अव्याप्तिः अपि न भवति, असम्भवः तु नास्ति एव, सः साक्षात् पतिः अस्ति, भवतु इतोपि अन्यद् लक्षणं वक्तुं शक्यते चेत् तादृशं वक्तुं शक्यते, किन्तु तेषु लक्षणेषु अतिव्याप्तिः अव्याप्तिः इति न द्रष्टव्यं, लक्षणवाक्यं स्वीकृत्य लक्ष्ये अतिव्याप्तिः वा इति द्रष्टव्यं, पुनः एकं लक्षणं स्वीकृत्य अन्यस्मिन् लक्षणे नो चेत् अन्येषु लक्षणेषु अतिव्याप्तिः वा असम्भवः वा अव्याप्तिः वा इति न चिन्तनीयम् इति भेदः अस्ति, लक्ष्यं कुत्र पतति, लक्षणं स्वीकृत्य लक्ष्ये अतिव्याप्तिः भवति वा इति चिन्तनीयम्, अस्तु इदानीं पश्यन्तु, घटग्राहकं चक्षुः इति वदामश्चेत् इदानीं लक्षणं किं घटः, लक्ष्यं किं चक्षुः, तर्हि अतिव्याप्तिः कुत्र उक्तः, त्वचि उक्तः अस्ति, त्वचा अपि घटः गृह्यते इति कृत्वा लक्ष्ये अतिव्याप्तिः भवति लक्षणेन, तादृशं चिन्तनीयं, तर्हि तत्र बहूनि लक्षणानि भवितुम् अर्हन्ति, तत्र किम् अतः एव मया परिष्कृतं, यथा मेहुल् महोदयेन उक्तं गन्धः ग्राणेन्द्रियेण गृह्यते इति वार्ता अत्र नास्ति, गन्धः अन्येन येन केनापि इन्द्रियेण न गृह्यते इति कृत्वा अत्र गन्धः लक्षणं भवितुम् अर्हति, कस्य ग्राणेन्द्रियस्य इति चिन्तनीयम्, अस्तु सर्वे चिन्तयन्तु, अत्र प्रायः लिखित्वा चिन्तयन्तु, अतिव्याप्तिः वा अव्याप्तिः वा असम्भवदोषः कुत्र भवति इति चिन्तनीयं, लक्ष्ये न भवेत्, लक्षणे इति नास्ति, लक्षणमेव लक्षणं स्वीकृत्य लक्ष्यस्य परिचयं दद्मः खलु, तर्हि लक्ष्ये अतिव्याप्तिः भवति वा अव्याप्तिः भवति वा इति चिन्तनीयम्, सर्वाणि लक्षणानि न उक्तानि सन्ति चेदपि भवतु तत्र क्लेशः नास्ति एव, अस्तु तर्हि सर्वे चिन्तयन्तु, यदि सन्देहाः सन्ति इतोपि गभीरचिन्तनं कर्तुं शक्यते, इदानीम् अग्रिमगृहपाठं प्रति गच्छेम, स्मृतिर्लक्षणस्य दलसार्थं किं कुर्वन्तु इति मया उक्तं, षट् सम्भावनाः सन्ति इति उक्तं, तत्र केनापि प्रयत्नं कृतं वा प्रत्येकं दलं स्वीकृत्य सम्भावना प्रत्येका सम्भावना स्वीकृत्य, महोदय अहं कृतं तत्तु मया कृतं नो चेत् अहं कृतवान्, ओ अहं कृतवान् क्षम्यतां, वदतु तर्हि प्रथमसम्भावना का, स्मृतेः लक्षणवाक्यमस्ति संस्कारमात्रजन्यं ज्ञानं स्मृतिः, तत्र तर्हि अत्र सतिसप्तमी प्रयुज्य एकवारं दलत्रयं वदतु, आम् आम् प्रथमदलमस्ति संस्कारजन्यत्वम्, अतः संस्कारजन्यत्वे सति, द्वितीयदलमस्ति संस्कारभिन्नजन्यत्वाभावः, अतः द्वितीयं तु संस्कारभिन्नजन्यत्वा भावत्वे सति अभावत्वे नास्ति अभाववत्वे सति अभावः साक्षात् नास्ति खलु अभावः यस्मिन् अस्ति अभाववत्त्वे संस्कारजन्यत्वे सति संस्कारभिन्नजन्यत्वा भाववत्त्वे सति ज्ञानत्वम् इति स्मृतेः लक्षणम् उत्तमं तर्हि त्रीणि दलानि सन्ति तर्हि इदानीं प्रथमदलं स्वीकरोतु दलद्वयं त्यजतु अस्तु प्रथमदलं संस्कारजन्यत्वं तत्र संस्कारजन्यत्वं स्मृतिः इति एव लक्षणवाक्यं वदामः चेत् तत्र संस्कारध्वंसे अतिव्याप्तिः भवति किमर्थम् इत्युक्ते ध्वंसः इति अपि तत्र संस्कारस्य जननस्य कृते संस्कारध्वंसः इति अपि आवश्यकं तत्र अतः एव संस्कारध्वंसे अतिव्याप्तिः भवति अतः एव ज्ञानत्वम् इति पदं तत्र योजितं न अत्र निरूपयतु संस्कारध्वंसे अतिव्याप्तिः इति भवता उक्तं तर्हि कथं तत्र अतिव्याप्तिः भवति संस्कारध्वंसे इदानीं संस्कारध्वंसः अपि लक्ष्यं भवति खलु अहं मन्ये संस्कारध्वंसस्य संस्कारध्वंसं कदा भवति यदा प्रथमं तु संस्कारः तत्र भवेत् अतः संस्कारः अस्ति चेदेव संस्कारध्वंसं भवति अतः तदपि संस्कारजन्य भवति इत्युक्ते भवान् अवगतवान् किन्तु कथं वक्तव्यम् इति चेत् संस्कारध्वंसः अपि संस्कारजन्यमस्ति खलु संस्कारध्वंसः अपि संस्कारजन्यम् इति कृत्वा तत्र अतिव्याप्तिः भवति अलक्ष्ये संस्कारध्वंसे लक्षणं पतति अस्तु अत्र केवलं चिन्तनार्थम् अहं पृच्छामि प्रत्यभिज्ञा अस्ति खलु प्रत्यभिज्ञा अपि संस्कारजन्यम् संस्कारं विना प्रत्यभिज्ञा यदा कदापि न जायते खलु परन्तु तत्र पठितवान् तत्र प्रत्यभिज्ञायां केवलं संस्कार इति कारणं नास्ति तत्र इन्द्रियम् अपि संस्कारजन्यत्वम् अस्ति खलु तस्मिन् अस्ति अस्ति अस्ति तर्हि प्रत्यभिज्ञायामपि अतिव्याप्तिः भवति प्रत्यभिज्ञा अपि संस्कारेण जन्या एव संस्कारजन्या एव संस्कारं विना न जायते भवतु तत्र इतोपि कारणानि अपेक्षितानि सन्ति किन्तु एतत् कारणं नास्ति चेत् संस्कारः नास्ति चेत् कथं वा प्रतिभिज्ञायाः जननम् तर्हि संस्कारजन्यत्वं प्रत्यभिज्ञायाम् अपि अस्ति इति कृत्वा प्रत्यभिज्ञायामपि अतिव्याप्तिः वक्तुं शक्यते महोदय वदतु मम एकः संशयः अस्ति यदा वयं केवलं संस्कारजन्यत्वम् एव स्वीकुर्मः तदा तत्र यदा आद्यपतनविषये वयं पठितं तदा संस्कार तत्र क्रिया द्वितीयक्रिया तृतीयक्रिया इति भवति तदा क्रिया अपि स्वीकरं कर्तुं शक्नुमः खलु महोदय ज्ञानत्वम् इति किं दलं न स्वीकुर्मः खलु तत्र संस्कारजन्यत्वं केवलं तदेव स्वीकुर्मः ज्ञानत्वम् इति तदेव कुर्वन् अस्ति संस्कारजन्यत्वम् इति एकमेव दलं स्वीकृत्य स्मृतेः लक्षणं कुर्मश्चेत् संस्कारध्वंसे अतिव्याप्तिः भवति अपि च प्रत्यभिज्ञायामपि अतिव्याप्तिः भवति क्रियायामपि अतिव्याप्तिः भवति इति वदामः खलु क्रियायां कथं वा क्रियायाम् अतिव्याप्तिः तत्र आद्यपतनविषये वयं पठितवन्तः खलु तत्र तत्तु इदानीं भिन्नसंस्कारः अस्ति खलु वेगाख्यसंस्कारः अत्र तु इदानीं भावनाख्यसंस्कारः अत्र भावनाख्यसंस्कारः इति वक्तव्यम् अस्तु विशिष्टसंस्कारः संस्कारः अहं संस्कारजन्यत्वम् इति एव सत्यं सत्यं सत्यं किन्तु अत्र तु इदानीं तद्विवक्षा एव नास्ति वेगाख्यसंस्कारस्य विवक्षा एव नास्ति भावनाख्यसंस्कारः एव अत्र विवक्षितमस्ति वेगाख्यसंस्कारेण स्मृतिः न जायते खलु तर्हि तत् त्यजामः यदि विवक्षायाम् आसीत् तर्हि क्रियायामपि अतिव्याप्तिः भवति किन्तु वेदाख्यसंस्कारः अत्र विवक्षितः नास्ति अस्तु तर्हि तन्निवारणार्थं किं योजनीयं महोदय ज्ञानत्वम् इति योजनीयं हा ज्ञानत्वम् इति योजयामश्चेत् संस्कारध्वंसे अतिव्याप्तिः अपगच्छति किं किमर्थम् इत्युक्ते ध्वंसः इति अभावः न तु ज्ञानम् खलु किन्तु प्रत्यभिज्ञायां यः या अतिव्याप्तिः भवति तन्न निवारिता भवति खलु किमर्थमित्युक्ते प्रत्यभिज्ञा अपि ज्ञानं तदपि ज्ञानं सत्यं तर्हि ज्ञानत्वम् इति दलं योजयामश्चेत् प्रत्यभिज्ञायां जायमान अतिव्याप्तिः इदानीमपि न जायते भवतु तर्हि इदानीं द्वितीयदलं स्वीकरोतु अस्तु द्वितीयदलमस्ति संस्कारभिन्नजन्यत्व अभावः तत्र केवलम् एतदेव स्मृतेः लक्षणं वदामः चेत् तत्र संस्कारभिन्न जन्यत्वस्य अभावः कुत्र अभाववत्वं कुत्र भवति कुत्र अस्ति तर्हि यत्र नित्यद्रव्येषु नित्यद्रव्याः ये सन्ति तेषां जननं संस्कारभिन्न अजन्यत्व तेषामपि संस्कारभिन्नजन्यत्व अभाववत्त्वम् अस्ति अतः उदाहरणरूपेण आकाशे अतिव्याप्तिः भवति आकाशः तु नित्यः अस्तु किमर्थं नित्यवस्तु नित्यवस्तूनि भवता स्वीकृतानि यदि घटः इति स्वीकुर्मः अहं घट एव स्वीकृतम् तर्हि घटं स्वीकृत्य प्रतिपादयति श्रीराम महोदय तत्र अहं चिन्तितवान् तत्र संस्कारभिन्न भिन्नप्रत्यक्षं तत्र किं भवति तत् संस्कारभिन्नप्रत्यक्षस्य जनकता अस्ति तदनन्तरं जन्यतायाः अभावः स्मृतिमध्ये अस्ति स्मृतौ अस्ति तादृश अभावः घटादिषु अपि अस्ति खलु इत्येव चिन्तितवान् अत्र दलं वदतु प्रथमं किमस्ति तत्र संस्कारभिन्न संस्कारभिन्न संस्कारभिन्नजन्यत्वस्य अभावः अस्ति तर्हि तत्र प्रत्यक्षम् इति भवता पदं प्रयुक्तम् अतः एव किञ्चित् क्लेशः जातः मयि द्वितीयदलं किं तत्र संस्कारभिन्नम् इति प्रत्यक्षज्ञानं स्वीकृतवान् महोदय केवलं दलं वदतु महोदय द्वितीयदलं किं संस्कारभिन्नजन्यत्व अभाववत्त्वं हा समीचीनं तर्हि संस्कारभिन्नजन्यत्व अभाववत्त्वं घटे भवति इति भवान् वदति खलु तर्हि घटे अतिव्याप्तिः सत्यं तद् निरूपयतु कथं वा घटे संस्कारभिन्नजन्यत्व अभाववत्त्वम् अस्ति इति निरूपयतु संस्कारभिन्नजन्यत्व इति वक्तव्यम् इति चिन्तयामश्चेदेव समीचीनबोधः तर्हि दलम् उक्त्वा दलम् इदानीं लक्षणं दलमित्युक्ते किं लक्षणं खलु लक्षणमिदानीं घटे पतति यथा पूर्वम् अस्माभिः उक्तं संस्कारजन्यत्वम् इति दलं प्रत्यभिज्ञायाम् अपि पतति किमर्थमित्युक्ते प्रत्यभिज्ञा अपि संस्कारेण जायते तर्हि प्रत्यभिज्ञायां संस्कारजन्यत्वम् अस्ति इति उक्तं खलु एवं संस्कारभिन्नजन्यत्व अभाववत्त्वं घटे अस्ति इति निरूपयतु अस्तु महोदय, इदानीं न अवगच्छामि महोदय, किञ्चित् चिन्तितवान्, न अवगच्छामि महोदय, अत्र घटे अभावः इति अहं साहाय्यं करोमि महोदय. अत्र किमपि क्लेशः नास्ति. प्रथमं मनसि संस्थापनीयं दलः कः किम् इति, संस्कारभिन्नजन्य अभाववत्त्वम् इति. तर्हि इदानीं भवता एव तत्र समस्तपदमुक्तं, विग्रहवाक्यमुक्तं खलु, संस्कारभिन्नं यत् तेन यत् जन्यं तादृशभावः जन्यत्वं तस्य अभावः घटे भवति वा इत्युक्ते संस्कारभिन्नेन यद् जन्यमस्ति तादृशभावः तस्य अभावः पुनः घटे अस्ति वा इति चिन्तनीयम्. संस्कारभिन्नं किम्? अहं संस्कारभिन्नं प्रत्यक्षम् इति स्वीकृतवान् महोदय. किमर्थं संस्कारभिन्नं प्रत्यक्षम् इति किमर्थं स्वीकरोति? लोके यत्किमपि भवितुम् अर्हति खलु. ज्ञानं न संस्कार इति ज्ञानं न लोके किमपि भवितुम् अर्हति सत्यम् इत्युक्ते संस्कारभिन्नः के? सर्वे संस्कारभिन्न किमपि यद् यद् यः संस्कारः नास्ति, ये संस्काराः न सन्ति ते सर्वे संस्कारभिन्नाः खलु. सत्यं. संस्कारस्य अन्योन्यभावः सर्वत्र वर्तते खलु. सत्यं. तर्हि इदानीं संस्कारभिन्नम् इति कपालः इति स्वीकुर्मः. उदाहरणार्थं संस्कारभिन्नं कपालः खलु. कपालजन्यत्वं कपालजन्यः कः? घटः. घटः. ओ तत्र जन्यत्वम् कपालजन्यः. घटे संस्कारभिन्नजन्यत्वम् अस्ति खलु. सत्यम् अस्ति वा न वा? अस्तु. तर्हि इदानीम् इतोपि चिन्तयामः जन्यत्व अभावः. जन्यत्व अभावः तदा मूर्तद्रव्येषु न भवति महोदय. अत्र विषयान्तरं चिन्तयतु, अत्र क्रमेण चिन्तनं कुर्मः खलु. मूर्तद्रव्येषु विषये किमर्थं चिन्तयति इति अहं न जाने. अस्तु भवतु. इदानीं संस्कारभिन्नः कालः कः? तर्हि घटे कपालजन्यत्वम् इत्युक्ते संस्कारभिन्नजन्यत्वम् अस्ति. अस्ति. तर्हि कपालजन्यत्वम् अस्ति इति कृत्वा कपालजन्य अभाववत्त्वम् अस्ति वा? नास्ति खलु. नास्ति. नास्ति. तर्हि घटे कथं वा अतिव्याप्तिः? इति कृत्वा अत्र मेहुलेन नित्यद्रव्याणि स्वीकृतानि. अस्तु अस्तु महोदय. तर्हि नित्यद्रव्याणि न भवति. न श्रूयते ध्वनिः, न श्रूयते जन्यत्व अभावम् एव महोदय. पुनः एकवारम् इदानीं श्रूयते वा? इदानीं श्रूयते. अस्तु. तर्हि श्रीराम महोदय किञ्चित् म्यूट् मध्ये भवतु महोदय प्रायः. अस्तु. तर्हि पश्यन्तु, संस्कारभिन्नजन्यत्व अभाववत्त्वम् इति स्मृतेः लक्षणं स्वीकुर्मश्चेत् इदानीं संस्कारभिन्नः इति कपालः इति स्वीकुर्मः. कपालः तु संस्कारभिन्नः एव, तत्र क्लेशः नास्ति एव. तर्हि कपालजन्य कपालेन जन्यः यः घटः, तर्हि घटे कपालजन्यत्वम् अस्ति इत्युक्ते घटे संस्कारभिन्नजन्यत्वम् अस्ति. कपालः संस्कारभिन्नः इति कृत्वा तर्हि संस्कारभिन्नजन्यत्वं घटे अस्ति. तर्हि संस्कारभिन्नजन्यत्वं घटे अस्ति चेत् संस्कारभिन्नजन्यत्व अभाववत्त्वं घटे न भवति खलु. इति कृत्वा घटे अतिव्याप्तिः न भवति. तर्हि यानि कार्याणि सन्ति तेषु सर्वेषु संस्कार अभाववत्त्वम् एव तत्र अतिव्याप्तिः न वक्तुं शक्यते. तर्हि कुत्र अतिव्याप्तिः वक्तुं शक्यते? नित्यद्रव्येषु एव. नित्यद्रव्याणि आकाशः इति स्म, संस्कारं भिन्नः कपालः, कपाले आकाशः नास्ति खलु, आकाशे संस्कारभिन्नजन्यत्वं कालेन केन आकाशः न जायते इति कृत्वा आकाशजन्यत्वमेव नास्ति. नित्यद्रव्येषु जन्यत्वमेव नास्ति इति कृत्वा तर्हि जन्यत्वमेव नास्ति इति चेत् केन जन्यत्वम् इति न चिन्तनीयमेव खलु. यदा जन्याः किं भवति सः एव जन्यः न जन्यः एव, यदा कदापि जन्याः न. तर्हि जन्याः न इत्यतः जन्यत्वं नित्यद्रव्येषु न भवत्येव इति कृत्वा संस्कारे संस्कारे आकारः न जनः, संस्कारभिन्नेनापि आकाशः न जनः. तत्र संस्कारभिन्नजन्त्वा अभाववत्त्वम् आकाशे भवति इति कृत्वा सर्वेषु नित्यद्रव्येषु इदानीं व्याप्तिः जावति जायते यदि द्विजल एव स्वीकुर्मः. बुद्धः महोदय आगच्छामि महोदय, नित्यद्रव्ये अस्ति इति तु इदानीं यद्यपि तत्र कपालेन घटः जायते तत्र कपालेन कपालेन संस्कारभिन्नं कपालम् इति कपालः कपालः न पटः इति स्वीकुर्मश्चेत् तत्र पटेन घटः न जायते खलु महोदय? तत्र पटेन पटजन्यत्व अभाववत्त्वं घटे भवति खलु? अनेन किं तत्र तत्र तदा संस्कारभिन्नजन्यत्व अभाववत्त्वं घटे अस्ति इति वदामः. अस्तु, अत्र यद् यद्भवता उक्तं तत् सत्यं, किन्तु तत्र पट इति वक्तव्यं. संस्कारभिन्नं केवलं पटः नास्ति खलु? संस्कारभिन्नं पटः अस्ति, पटः एव अस्ति, तदा भवता वक्तुं शक्यते इदानीं घटे अपि अतिव्याप्तिः इति. किन्तु संस्कारभिन्नः इति पदेन लोके संस्कारं विना संस्कारं विहाय ये पदार्थाः सन्ति ते सर्वे अत्र उल्लिखिताः सन्ति. तर्हि सर्वत्र न, अतः एव तद् लक्षणं यत्र कुत्रापि अतिव्याप्तं न भवेत्. यद्भवता उक्तं तत् समीचीनमेव. इदानीं पटेन घटः न जायते एव, तन्तुना घटः न जायते एव. अस्तु, अत्र कथं चिन्तनीयम् इत्युक्ते आरम्भतः अत्र यत्र सौलभ्यं भवति इति चेत् विपरीत्यदिश्या चिन्तयामश्चेत्. अस्तु, अत्र अत्र दलं किं संस्कारजन्यत्व अभाववत्त्वम् इति अस्ति खलु. तर्हि कस्य अभावः उक्तः? जन्यत्वस्य अभावः उक्तः. जन्यत्व अभावः. तर्हि प्रथमं जन्यत्वं तस्मिन् न भवेत्. घटः जन्यः वा? जन्यः. तर्हि अत्र जन्यत्व अभावः यदा कदापि न भवति. यदा कदापि तत्र तन्तुना न जन्यः इति तु सत्यं, तन्तुभिः घटः न जायते इति तु सत्यं, किन्तु तत्र विशिष्ट अभावः उक्तः. यथा अस्माभिः पठितं खलु तत्र सातिनक्षत्रीय अभावः इति. सत्यम् इति इत्युक्ते अत्र प्रतियोगी एकः एव, अभावस्य प्रतियोगी एकः एव. तद्विहाय तत्र बहुत्र भवति इति तु सत्यं, किन्तु जन्यत्वम् अस्ति वा इति चिन्तनीयं। घटः जन्यः अस्ति चेत् तस्मिन् जन्यत्वं भवति। तत्र का विवक्षा अस्ति इत्युक्ते संस्कारभिन्नजन्यत्वं न भवेत्, इत्युक्ते संस्कारं विहाय अन्येन येन केनापि सः जन्यः न भवेत्, किन्तु कपालेन सः जन्यः अस्ति, कुलालेनापि सः जन्यः अस्ति, चक्रेणापि सः जन्यः अस्ति, दण्डेनापि सः जन्यः अस्ति, संयोगेनापि सः जन्यः अस्ति, कालेनापि सः जन्यः अस्ति इति तत्र बहु किमपि अस्ति इति कृत्वा नित्यद्रव्यः एव अत्र नित्यद्रव्याणि स्वीकृतानि। नित्यद्रव्येषु जन्यत्वं यदा कदापि न भवति, वस्तुतः अत्र संस्कारभिन्नजन्यत्वं नास्ति, संस्कारेणापि जन्यत्वम् आकाशे नास्ति इति कृत्वा। किन्तु अस्माकं विवक्षा का, जन्यत्वं न भवेत् तावदेव। जन्यत्वम् अस्ति किन्तु संस्कारभिन्नजन्यत्वं न भवेत्, मृतौ जन्यत्वम् अस्ति किन्तु संस्कारभिन्नजन्यत्वं नास्ति इति कृत्वा आकाशे अतिव्याप्तिः। अस्तु उत्तमं, तर्हि इदानीं तृतीयदलं महोदय, मेहुल् महोदय वदतु। आम् महोदय, तृतीयं तु ज्ञानत्वम् इति तृतीयदलं, तत्र ज्ञानत्वम् इति एव ज्ञानत्वम् इति ज्ञानं स्मृतिः इति एव वदामः चेत् तत्र अनुभवे अतिव्याप्तिः भवति। किमर्थम् इत्युक्ते अनुभवः इति अपि ज्ञानं सत्यं, प्रत्यभिज्ञायाम् अपि अतिव्याप्तिः, प्रत्यभिज्ञापि ज्ञानम् अस्तु इति त्रयः तिस्रः सम्भावनाः चिन्तिताः। इदानीं चतुर्थसम्भावना, चतुर्थ तु प्रथमम् अपि च द्वितीयदलं दलद्वयं स्वीकुर्मः चेत् तत्र संस्कारजन्यत्वे सति संस्कारभिन्नजन्यत्व अभाववत्त्वम् इति लक्षणवाक्यं भवति। तर्हि संस्कारध्वंसे अतिव्याप्तिः भवति, प्रतिविज्ञायामपि अतिव्याप्तिः भवति, प्रतिविज्ञायामपि अतिव्याप्तिः भवति, अतः तत्र ज्ञानत्वम् इति दलं योजितं। परन्तु तेन प्रतिविज्ञायाम् अतिव्याप्तिः न निवारितं भवति, न निवारणं भवति। अस्तु तर्हि इदानीं पञ्चमसम्भावना, पञ्चम इति प्रथम अपि च तृतीयदलं स्वीकुर्मः अधुना, तर्हि संस्कारजन्यत्वे सति ज्ञानत्वम् इति स्मृतेः लक्षणं, तत्र संस्कारजन्यत्वम् अपि भवेत् ज्ञानत्वमपि भवेत् तर्हि प्रतिविज्ञायाम् अतिव्याप्तिः भवति। किमर्थम् इत्युक्ते प्रतिविज्ञायां संस्कारः तस्य कारणमस्ति, परन्तु इन्द्रियम् अपि तस्य कारणं भवति, इन्द्रियेण यः प्रत्यक्षज्ञानं भवति तदपि कारणं भवति, अतः प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति। न, प्रत्यभिज्ञायां तु अतिव्याप्तिः भवति, किन्तु यथा भवता उक्तं तादृशं न वक्तव्यम्। संस्कारजन्यत्वे सति ज्ञानत्वं, प्रत्यभिज्ञायाम् अतिव्याप्तिः कथं निरूपणीयं, पुनः एकवारं प्रयत्नं करोतु। दलद्वयमपि प्रत्यभिज्ञायां पतति वा इति निरूपणीयं तावदेव। तर्हि पुनः प्रयत्नं करोतु। अस्तु, प्रत्यभिज्ञा इति अपि इति ज्ञा, प्रथमं तु संस्कारजन्यत्वं तर्हि इति दलं, प्रथमदलं, तर्हि प्रत्यभिज्ञायाः कारणं संस्कारजन्यत्वमपि अस्ति, संस्कारेण ते प्रत्यभिज्ञायाः जननं भवति, अतः तत्र अतिव्याप्तिः भवति। अपि च प्रत्यभिज्ञा इति ज्ञानमपि, अतः संस्कारजन्यत्वे सति ज्ञानत्वम् इति लक्षणवाक्ये प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति। हा उत्तमं, तर्हि इदानीं समीचीनतया उक्तं, प्रत्यभिज्ञायां संस्कारजन्यत्वम् अस्ति, ज्ञानत्वम् अपि अस्ति, द्वयमपि अस्ति इति कृत्वा यदि एतत् दलद्वयं स्वीकुर्मः तर्हि प्रत्यभिज्ञायाम् अतिव्याप्तिः निश्चयेन भवति। अत्र प्रत्यक्षम् अपि आवश्यकम् इति इत्यस्य चिन्तनमेव न कार्यं, दलद्वयम् एकस्मिन् पतति वा इति द्रष्टव्यं। संस्कारजन्यत्वं प्रतिविज्ञायाम् अस्ति, ज्ञानत्वम् अपि प्रतिविज्ञायाम् अस्ति इति कृत्वा यदि दलद्वयमेव स्वीकुर्मः तर्हि प्रत्यभिज्ञायाम् अतिव्याप्तिः भवत्येव. अस्तु, इदानीं षष्ठमसम्भावना. षष्ठमस्ति द्वितीयम् अपि च तृतीयदलं स्वीकुर्मः चेत् संस्कारभिन्नजन्यत्व अभाववत्त्वे सति ज्ञानत्वम् इति स्मृतेः लक्षणं. तत्र अहं पठितवान् तत्र ईश्वरीयज्ञाने अतिव्याप्तिः भवति. किमर्थमित्युक्ते तत्र संस्कारभिन्नजन्यत्व जन्यत्व अभावत्वम् ईश्वरीयज्ञाने अस्ति. किमर्थमित्युक्ते ईश्वरस्य ज्ञानं सर्वदा अस्ति एव. नित्यमस्ति, हा नित्यमस्ति. जन्यत्वं नास्ति, हा. आकाशे यत् वयं दृष्टवन्तः सदैव अत्र तथा. अपि च ईश्वरस्य ज्ञानमिति ज्ञाने ज्ञानत्वमपि अस्ति. अतः स्मृतेः यत् केवलं यदि एतद् दलद्वयं स्वीकुर्मः चेत् अत्र ईश्वरीयज्ञाने अतिव्यक्तिः भवति. संस्कारभिन्नजन्यत्व अभाववत्त्वम् ईश्वरज्ञाने अस्ति. किमर्थम्? ईश्वरस्य ज्ञानं यदा कदापि जन्यं नास्ति, नित्यमस्ति इति कृत्वा, अपि च तद् ज्ञानम् इति कृत्वा ज्ञानत्वमपि अस्ति. तर्हि दलद्वयं स्वीकुर्मश्चेत् ईश्वरीयज्ञाने, परमात्मनः ज्ञाने, संस्कारभिन्नजन्यत्व अभाववत्त्वे सति ज्ञानत्वमपि अस्ति इति कृत्वा तत्र अतिव्याप्तिः भवति. तर्हि आहत्य दलत्रयं मिलित्वा स्वीकुर्मश्चेत् केवलं स्मृतौ एव अतिव्याप्तिः भवति. स्मृतौ जन्यत्वमपि अस्ति, संस्कारजन्यत्वमपि अस्ति, अपि च ज्ञानत्वमपि अस्ति इति त्रयमपि अस्ति. संस्कारजन्यत्वमस्ति, जन्यत्वमपि अस्ति, अपि च ज्ञानत्वमपि अस्ति इति कृत्वा अत्र इदानीं प्रत्यभिज्ञां स्वीकृत्य चिन्तयामः. प्रत्यभिज्ञायां संस्कारजन्यत्वम् अस्ति वा? आम् अस्ति. जन्यत्वम् अस्ति वा? प्रत्यभिज्ञा तु नित्या नास्ति खलु? न, जन्यमपि अस्ति. जन्यत्वमपि अस्ति, ज्ञानत्वमपि अस्ति वा? ज्ञानत्वमस्ति, आम्. तर्हि इदानीमपि प्रत्यभिज्ञायाम् अतिव्याप्तिः अस्ति एव. सत्यं. किमर्थम् इत्युक्ते द्वितीयदलं केवलं नित्यद्रव्येषु, नित्यपदार्थेषु एव अतिव्याप्तिः भवति खलु द्वितीयदलम्? आम् आम्. प्रत्यभिज्ञा इदानीं नित्यं नास्ति इति कृत्वा संस्कारेण जन्या अस्ति प्रत्यभिज्ञा, स्वयं जन्या अस्ति प्रत्यभिज्ञा, ज्ञानमपि अस्ति प्रत्यभिज्ञा इति कृत्वा दलद्रयं स्वीकुर्मश्चेदपि प्रत्यभिज्ञायाम् अतिव्याप्तिः अस्ति एव खलु? तर्हि तस्य निवारणं कथं भवति? तर्हि इदानीं मात्रपदेन किञ्चित् भिन्नरीत्या अवगन्तव्यम् अस्ति. अस्तु, एतावत् प्रायः सर्वैः बुद्धम् इति अहं चिन्तयामि. लिखित्वा पश्यन्तु. अहम् अन्यत् करपत्रमस्ति यत्र बहूनां दलसार्थक्यं कृतमस्ति, तद् अहम् अद्य प्रेषयिष्यामि वाट्साप् मध्ये. तद् एकवारं पठन्तु. अत्र रूपस्य दलसार्थक्यं कृतमस्ति. यत्र यत्र त्रीणि दलानि सन्ति तत्र कुत्र अतिव्याप्तिः भवति इति तादृशचिन्तनमस्ति. तर्हि तद् आधारीकृत्य अत्रापि चिन्तयन्तु सर्वे. समीचीनबोधः जायेत, तदा एव अग्रे गन्तुं शक्यते. अस्तु, अग्रे इदानीं प्रत्यभिज्ञायाः स्वरूपवर्णनम् इति अस्ति. तर्हि तत्र चिन्तयामः. अपि च अत्र परिच्छेदद्वयमस्ति, तदपि पठनीयम्. अस्तु, सर्वेषां सर्वेभ्यो धन्यवादः, नमस्कारश्च. धन्यवादः.